प्रारंभं करोतु ज्योति भगिनी। ज्योति भगिनी भगिनी आई एम जस्ट ओपनिंग यस यस ओके ओके कॉटेक बगिनी बगिनी ज्योति बगिनी टू मिनट्स भगिनी इफ एनीबडी एल्स हैंडी कैन प्लीज गो अहेड यस यस शीला भगिनी कृपया प्रारंभ करोतु। भगिनी वी स्टार्ट विथ शुक्लाम्बरधरम् शुक्लाम्बरधरम् विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नो प्रशान्तये। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। वदामि संस्कृतं राइट संस्कृतं नित्यं पठामि संस्कृतं नित्यं ध्याय वदामि संस्कृतं सदा वदामि संस्कृतम् ऐ एम् आल्सो सर्चिङ्ग् ओके ओके केन् एनिबडी स्टार्ट भगिनी हा प्रारम्भं करोतु कृपया। पठामि शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। ध्येयमन्त्रः पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानामहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणनु कुर्याम विश्वं शान्तिमन्वितम् विश्वं शान्तिसमन्वितम् समन्वितम् अस्तु भगिनि अग्रे गच्छामः। अहं मन्ये पुटक्रमाङ्क चतुर्दश पूर्णं कृतवन्तः वा अस्माभिः वयं भगिनि सेकेण्ड् पेराग्राफ् आफ् 13 पेज् नम्बर् 15 वी हाव् टु स्टार्ट् फ्रम् पेज् नम्बर् 15 आम् आम् अस्तु दिव्या भगिनी प्रारम्भं करोतु। Bhagini, can you share the screen? I have the old version. I don't know if it's the same. Which that means? I have the old version of Gita Sopanam Part 2. So I don't know if it's the same. No, I can't. If anyone send the photo of page number 15, 16, 17, then it will help. Does it start with my laptop Vidut? Is not working. Does it start with Vidut and then Ashihi? So it's the same, I think. Okay, it's the same. Thank you. Dhanyavada. Astu. दिव्या भगिनी कृपया प्रारम्भं करोतु. रिक्तस्थानानि पूरयत. एकवचनं विद्युत्, द्विवचनं विद्युतौ, बहुवचनं विद्युतः. आशीः, आशीः द्विवचनं आशितौ. आशिषौ, आशिषु, आशिषौ, आशिषः, आशिषौ, आशिषौ, आशिषः. उत्तमं भगिनी. जिन् महोदय पठितुं शक्नोति वा? हम भगिनी. सो बहुवचनं सकन्तः. नो नो, पेज नंबर 15, थर्ड वन, थर्ड एंड फोर्थ. सो बहुवचनम इज श्रुतम सी. सो सकरांत. सो श्रोतः, श्रोतः, श्रोतसि, श्रोतं, श्रोतंसि. यस, करेक्ट, करेक्ट. फोर्थ वन, फोर्थ वन, द्विवचनं विशाव. सो शकरन्त, पुल्लिङ्ग शकरन्त. सो दि, दिक्, दिशाव, दिशः. यस, करेक्ट. दिक् एण्ड् दिग् आल्सो. दिक् दिक् दिशौ, दिशः. उत्तमम्. ज्योति भगिनी अग्रे पठतु. फिफ्थ एंड सिक्स्थ सेंटेंस भगिनी. क्वेश्चन नंबर वन फ्रॉम पेज नंबर 15. ओके भगिनी. फिफ्थ एंड सिक्स्थ. चक्षुः, चक्षौ. नो नो, चक्षुः, चक्षुषी, चक्षु, चक्षुषी. ओके, चक्षुः, चक्षुषी, चक्षुंषी. ओके, नेक्स्ट वन. परिषत्, परिषत्, परिषदौ, परिषदः, परिषदः, परिषदः. ओके, परिषत्, परिषदौ, परिषदः. तकारान्तपुल्लिङ्गे. बट् देर् इस् आल्सो टु फार्म्स् इन् एकवचनं, परिषद् एण्ड् परिषत्. ओके, ओके भगिनि. अस्तु, लक्ष्मी भगिनी अग्रे पठतु. नमो नमः भगिनि. नमो नमः. कर्म, कर्म, कर्मणि, कर्माणि, नकार, नकारान्त. यस्, दिस् वन् इस् नकारान्त. बट् वट् वी आर् डूङ्ग् इफ् अ इस् उपधा, नाम पेनल्टिमेट् लेटर्, देट् मीन्स् बिफोर् नो अ इस् देर् देन् दिस् वन् इस् अन्दन्त. And before now, if it is raswa e, it is innanta. Nanta and innanta. This one is ananta, nakam saktinga. Karma, karmani, karmani. Ne. Karma. Now, eighth one. Manas, manasi. Manas. Bhagini. Bhagini, karmani e is dirgha, right? Karmani. Dvi vachane dirgha. बहुवचने ह्रस्व. कर्माणि, मनस्, मनसि, मनसः. न न, मनांसि, मनासि. ओ, मनस्, मनसि, मनः, सेम् लैक् कर्माणि, मनासि. यस्, मनः, मनसि, मनांसि, मनासि, मनः. अस्तु, पूर्णिमा भगिनी कृपया पठतु. अग्रे महोदय हा वदतु सरितः सरितौ सरितः हा एण्ड् नेक्स्ट् एण्ड् नेक्स्ट् जगत् जगति जगन्ति उत्तमम् उत्तमं भगिनि उत्तमं भगिनि सञ्जीव महोदय अग्रे पठतु आं भगिनि आपत् आपदौ आपदः दकारान्त स्त्रीलिङ्ग् शब्दः वि हाव् टु एड् वन् मोर् फार्म् इन् आपत् और् आपद् एकवचनम् आपद् आपदौ आपदः आपदः उत्तमम् अग्रे पठतु नामन् नपुंसकलिङ्ग वुड् दिस् आल्सो बि अनन्त शब्द येस् बट् इन् न्यू कापि वि डोण्ट् हाव् दट् नामन् बट् यू केन् रीड् हौ मेनि फार्म्स् आर् देर् दिस् इस् द लास्ट् वन् ओके पठतु नाम नामनि नामानि उत्तमम् उत्तमम् उत्तमं शीला भगिनी अग्रे पठतु आवरणे दत्तानां शब्दानाम् आधारेण रिक्तस्थानि पूरयत उदाहरणानि पूरयत पूरयत सरितौ सरित् प्रवहतः अर्जुनस्य धनुष स्वयं शब्दं करोति धनुः अर्जुनस्य धनुः स्वयं शब्दं करोति नाम अर्जुनस्य धनुष एकमेव अस्ति ननु तर्हि एकवचनम् आवश्यकमस्ति तत्र अर्जुनस्य धनुः स्वयं शब्दं करोति तत्र पश्यतु उदाहरणे सरितौ प्रवहतः किमर्थं सरितौ सि प्रवहतः वहतः तः अन्ति तः अस्ति नाम द्विवचनम् आवश्यकमस्ति तर्हि सरितौ इति शब्दः आवश्यकमस्ति आवश्यकः अस्तु अग्रे अपि पठतु भगिनी वाट् इस् द मीनिङ्ग् आफ् दट् फस्ट् सेण्टेन्स् विच् वन् अर्जुनस्य धनुः स्वयं शब्दं करोति नाम यु नो द वर्ड् टणकार धनुष्यस्य ध्वनिः नाम टणकार ओके ओके तर्हि स्वयं शब्दं करोति किमर्थम् अर्जुनस्य धनुः अस्ति शब्दं किमर्थं करोति तस्य शक्तिः प्रदर्शयति धन्यवादः भगिनि अस्तु शीला भगिनी गीतायाः वचः अमृतसदृशानि गीतायाः वचः अमृतसदृशानि परन्तु पश्यतु तत्र अमृतसदृशानि नाम अमृतसदृशानि दिस् वर्ड् इस् एन् एब्जेक्टिव् फार् वचस् सो फैण्ड् औट् वचनम् आफ् अमृतसदृशानि सदृशानि वनं वने वनानि अमृतसदृशम् अमृतसदृशं बहुवचन बहुवचन सो सो वचांसि वचांसि यस् करेक्ट् तर्हि गीतायाः वचांसि अमृता सदृशानि उत्तमम् उत्तमं भगिनि सुधा भगिनी अग्रे पठतु आं भगिनि कृष्णस्य एव अर्जुन रक्षसि सो कृष्णस्य आशिषः आशीः एकवचनम् आवश्यकमस्ति. पश्यतु, अर्जुनः श्रीकृष्णः अर्जुनम् आशीर्वादं ददाति. आशीर्वादं ददाति नाम एकवचनम् आवश्यकमस्ति, न केवलं, न तु बहुवचनम्. आशिषः आवश्यकं नास्ति, आशीः सम्यक् अस्ति. तर्हि कृष्णस्य आशिः अर्जुनः जयं प्राप्नोति. गोट् इट्? परन्तु हौ यू विल् ट्रान्स्लेट् दिस् सेण्टेन्स्? कृष्ण के आशीर्वाद से अर्जुन की रक्षा होती है. अर्जुन जय प्राप्त करता है. अर्जुन जयं प्राप्नोति. अर्जुन जयं प्राप्नोति. अर्जुन जय प्राप्त करता है. किससे? कृष्ण के आशीर्वाद से. कृष्ण के आशीर्वाद से अर्जुन तो, जय. हाँ, तर्हि विभक्ति का आवश्यकी? तृतीय. कोऽपि वदति वा? तृतीय विभक्ति. तृतीया विभक्ति. परन्तु अत्र वयं प्रथमा विभक्ति एव पठामः. तर्हि आशिः इति अहं चिन्तयामि, परन्तु आशिषा is the perfect word. Krishnasya Ashisha Arjunaha Jayam Prapnoti. Bhagini, adhya to prathama vibhaktyam eva asti kalo? Yeah, prathama vibhakti hi avashakam asti iti aham manye. Kimartham vayam kevalam prathama vibhakte hai abhyasam kurmaha iti arthe. Parantu atra तृतीया विभक्ति सम्यक् एव भवति. कृष्णस्य आशिषा जयं प्राप्नोति इति सम्यक् अस्ति इति अपि अहं मन्ये. Again in the book the sentence is slightly different. हा, वदतु. इट्स् कृष्णस्य आशिः एव अर्जुनं रक्षति. This is correct. But in new edition, the sentence is Krishnasya dash Arjunaha Jayam Prapnoti. Then this sentence needs Tritiya Vibhakti of Ashish. Asmakam Pustake Prathama Vibhakti Sanyakoti. Ashish Yeva Arjunam Rakshati. Yeah, am. अस्तु, तर्हि तदेव वाक्यं वयं गृह्णामः. चतुर्थं वाक्यं पठतु. सुधा भगिनी पठतु. द्वितीयस्य किं भवति? गीतायाः वचः न वचः वचांसि अमृतसदृशानि. वाच् भगिनी, वाच् शब्द स्त्रीलिङ्ग् अस्ति. न, वाच् नास्ति, वचस् अस्ति. वाच् नपुंसलिकमस्ति. पुस्तके वचस् दत्तमस्ति. वचस् दत्तमस्ति चेत् सकारान्तः नपुंसकलिङ्गम् एण्ड् देट्स् वै वचांसि. बट् इफ् देर् इस् वाच् देन् वाचः. बट् दिस् वन् इस् पश्यतु, दिस् वन् इस् स्त्रीलिङ्गम् एण्ड् एड्जेक्टिव् इस् आल्सो नपुंसकलिङ्गम्. सो वचस् इस् द करेक्ट् वर्ड्. Any doubt? Any doubt? Nasi chet sudha bhagini vachaunsi, right? The correct word. Vachaunsi. See first. Vachas pradipadikam kalu bhagini vachaha vachasi vachaunsi. Vachaha? Yes. Eka vachana, vachasi. Vachasi dvi vachanam and vachaunsi bahu vachanam. Why we are using bahu vachanam? Because adjective is there, amrita sadrushani. This is bahuvachanam, prathama, and that's why we are using bahuvachanam. Asto agare pathatu sudha bhagini. Prathama arjunasya danuhu kalu. Punar ekavaram vadatu bhagini. Arjunasya swayam shabdam karoti, danuhu swayam shabdam karoti. Dhanuhu eva. Vachamsi, short, this one or a long one? Vachamsi or Vachamsi? No, short. Rasva. Sampadau, vipadau cha, udvega karinau. No. Udvega karinyau is dvivachanam. And tatra shabda dvayam asti. Sampat tatha cha vipat. Ekavachanam eva avashyakam asti. Shabda dvayam asti, sampat and vipat. And that's why udvega karinyau dvivachane asti. Sampad vipad cha. Udvega karinyau. Thank you. Sukshma Bhagini, agare pathatu. Bhagini, one doubt here, Bhagini. Yes, vadatu, Jyoti Bhagini. Sampat cha, vipat cha. Should we not use cha twice? No, no need to. Sampat vipat cha. If in case cha was not there, can we use samasa full form? Yes. Sampad vipadau? Okay. Sampad vipadau. Okay. That time we need not use cha, right? Yes. In our book there is no cha, sampad vipad only. Yes. We can use both way. If we want to make a samasa, then also we don't need cha, and we can use only sampad and vipad. Without cha, it is also okay. Sampad vipad udvega karanya. Bhagini, I don't get this one. Why is it not sampadau, dipadau? Sampadau or vipadau, if you are using sampadau and vipadau, both words are in dvitiya vibhakti. Viva, yes. Then udvega karinya we can't write in dvivachan. Okay. They shabda dvayam asti, sampad and vipad, and that's why they are writing. They are using for both of them udvega karinyau dvivachanam, because udvega karinyau is an adjective word for both. Okay, now I get it. So that's why it's ekavachanam both. Yes. Bhagini. Vadatu, Indu Bhagini. Ekam prashnam asti. Vadatu. Can it be sampadashya vipadashya udvega karinyau? Yes, we can do this, but there is no cha in sentence. There is only the pratipadika, isn't it? Yes, but prathama vibhakti is also the same as pratipadikam. Sampad vipad udvega karinyam. This is prathama vibhakti, sampad and vipad. Kripaya sarva mute madhye tishtatu. तिष्ठन्तु सूक्ष्मा भगिनी अग्रे पठतु आं भगिनि एकनिमिषं सूक्ष्मा भगिनी कोऽपि सुधा भगिनी कृपया म्यूट् मध्ये तिष्ठतु उत्तमं भगिनी सूक्ष्मा भगिनी अधुना प्रारम्भं करोतु डाश् हंसैः शोभन्ते सरस् सो सरांसि हंसैः शोभन्ते किमर्थं सरांसि सरः हंसैः शोभन्ते ऐ वाट् सरः भगिनि नो नो ऐ वाण्ट् अ रीज़न् why you are saying saramsi kimar oh because shobhante shobhante asti tatra bahuvachanam asti tatkarne saramsi uttamam uttamam bhagini agre pathato bhagavan arjunaya divye dash datte to chakshu so it should be भगवान् अर्जुनाय दिव्ये चक्षुषौ दत्ते ओ सोरि चक्षुषी दत्ते उत्तमम् उत्तमं भगिनि नाट् दीर्घ रैट् भगिनी नाट् चक्षुषी इट् विल् बि चक्षुषी नो चक्षुषी द्विवचने ह्रस्व दीर्घ द्विवचने ह्रस्व दीर्घ बहुवचने दीर्घ ह्रस्व sorry bhagini I didn't get it so she will be dirgha last she no no see page number 14 I think this was last fourth last oh, yeah. okay got it bhagini dhanyawada so we want two eyes so chakshushi we don't want chakshumshi got this Yes, Bhagini, Dhanyavada. Bhagini, in the book it says Bhagavan Arjunaya Divyam Dattavan. Then it would be Chakshuhu, right? Yes, correct. Divyam Chakshuhu Dattavan. Divyam Asti Che Chakshuhu Avashakam Asti. Uttama. Ha. Agre Pathatu Sukshma Bhagini. सूक्ष्मा भगिनी वाक्यद्वयं पठितवती वा पठितवती अस्तु अस्तु अस्तु सुशीला भगिनी अग्रे पठतु कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः सचेतः संवृत्तः सचेतः संवृत्तः चेतस् इस् द प्रातिपदिकम् So, sa-chetas is also pratipadikam. Chetas means mind. So, we want singular form. Agre api pathato, Sushila Bhagini. Yogi karma kushalaha. Karma. Repeat karo to par, please. Akaranta. Who is saying? Indu Bhagini? किं कः प्रश्नः अस्ति वदतु कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः सचेतः संवृत्तः धन्यवादः भगिनि अस्तु हा सुशीला भगिनी योगी कर्मकुशलः कर्मन् शब्द नपुंसकलिङ्ग प्रथमाविभक्ति आम् आम् परन्तु कर्मकुशलः इस् कम्पौण्ड् वर्ड् ओ हा एण्ड् इफ् वी वाण्ट् टु यूस् डिफ्रेण्ट् विभक्ति देर् एण्ड् बिकास् आफ् कुशलः वी हाव् टु यूस् सप्तमी विभक्ति ओ सो कर्मणि कुशलः बट् हियर् we are using only prathama vibhakti Okay. So we can write karma hyphen kushala. That means we are not using compound word. Okay. Karma hyphen kushala. Hmm. Isn't it compound word then? No. Yeah. We don't know compounds. How to make compound. And that's why I'm saying what we are using, such type of words to teach students. So we are using hyphen there, very small hyphen. And then if children don't know compounds, then how they should write? So we are using karma dash hyphen kushala. Otherwise, we have to make compound karma kushala. One word. Bhagini, ekha prashnam asti. When we use kushala, saptami vibhakti we have to use, right? Yes, yes, yes. That, I said it, karmani kushala. So, karmani is the saptami vibhakti, is it? Okay. Bhagini, asmakam pustake etadvartam nasti. एतद्वाक्यं सात्विकं सात्विकं कर्म श्रेष्ठम् इति अस्ति. कृपया पुनरेकवारं वदतु. सात्विकं कर्म डाश् श्रेष्ठं कर्मण्येव अस्ति. कर्म कुशल तत् अशुद्धं भवति इति कारणेन बहुशः प्रायशः ते अन्यवाक्यं स्थापितवन्तः इति अहं मन्ये. सात्विकं कर्म श्रेष्ठम् इति अस्ति. कर्मश्रेष्ठ कर्म श्रेष्ठं कर्म एव अस्ति. कर्म इति श्रेष्ठं. अस्तु अस्तु अस्तु. भगिनी, केन् यु जस्ट् एक्स्प्लेन् द सेवेन्थ् वन्? बिकास् ऐ डोण्ट् गेट् इट्स् सचेतास्, सो इट्स् सकरन्त. हौ डु यु गेट् सचेत सकलिङ्गम्? सकारान्तं नपुंसकलिङ्गं शब्दः अस्ति. पश्यतु तत्र पेज् नम्बर् 14, स्रोतस् सरस् मनस् लास्ट् त्री वर्ड्स् नपुंसकलिङ्गं. मनः मनसि मनांसि, सरः सरसि सरांसि, स्रोतः स्रोतसि सरांसि. जस्ट् लैक् देट् द वर्ड् इस् चेतस्. सचेतस् इस् आल्सो द मीनिङ्ग् इस् सेम्. Page 14, you have three sakaranta, manaha, saraha, and srotaha. Srotaha. Same, just like they... Okay, so it's singular. It's, I was searching for bahu vachanam. No. Okay. No. See, samvurttaha. Okay. Yes. Anybody have different sentence here? Bhagini, I have a prashna asti. The fourth one, sampadasya vipadasya, if you say the sampadasya vipadasya, udvega karinya, can I say that? No, because of basic sampadasya iti na bhavati khalu, sampadaha. सम्पदः भवति. दट्स् वै ऐ एम् सेयिङ्ग् सम्पदस्य स्य सफिक्स् वी आर् यूसिङ्ग् ओन्लि फार् स्वरान्तशब्दः. स्वरान्तशब्द एण्ड् दिस् वन् इस् षष्ठी विभक्ति. एण्ड् हियर् इफ् वी वाण्ट् टु यूस् षष्ठी विभक्ति, देन् दिस् वन् इस् सम्पदः एण्ड् विपदः. Okay. It is not sampadasya and vipadasya. Okay, I got it. Okay. And we don't want shashti vibhakti here. Uh-huh. Only we want prathama vibhakti ekavachanam. Mm-hmm. Sampadaha vipadaha cha. No. Sampad vipad. Yeah, here. If I want to use shashti, sampadaha vipadaha cha, udvega karanya, right? No, this one is wrong. Wrong? We don't want Shashti Vibhakti here. Okay. Astu Bhagini, Dhanyavadaha. Astu. Bhagini? Haan? नमो नमः भगिनी सॉरी आई जॉइन्ड अ लिटिल लेट अस्तु भगिनी इन सेंटेंस थ्री भगिनी कृष्णस्य डैश अर्जुनः जयं प्राप्नोति भगिनी कृपया उच्चैः वदतु अहं श्रोतुं न शक्नोमि आं भगिनी इदानीं श्रोतुं शक्नोति वा आम् आम् वदतु इन् द फस्ट् सेण्टेन्स् भगिनी कृष्णस्य डेश् अर्जुनः जयं प्राप्नोति इस् इट् आशीः इफ् इफ् द सेण्टेन्स् इस् सेम् इन् युर् बुक् देन् इट् मस्ट् बि आशिषा तृतीया भगिनी तृतीया विभक्ति ओके That's what I thought, because although you've been saying use Prathama, this seems to be a Tritiya usage, so I was wondering, Bhagini. If we want to use Prathama Vibhakti, then sentence must be, we have to change the sentence. Hmm. Because Arjunaha Jayam Prapnoti is the sentence. Bhagini, then can we say Krishnasya Ashihi? अर्जुनस्य जयं कारणम् अर्जुनस्य जयम् परन्तु न न न भगिनी एतदपि न भवितुम् अर्हति कृष्णस्य आशिः अर्जुनं जयं ददाति अर्जुनाय जयं ददाति अर्जुन को जय दिया जाता है आशीषा धन्यवाद भगिनि अस्तु अग्रे गच्छामः वा भगिनि एक प्रश्न हा वदतु Sachetas, is it like Chandramas? Yes. No, no. Not like Chandramas. It is just like Manas, Saras and Sarotas. Okay. Chandramas is Pullingam and Manas, Saras, Sarotas and Sachetas. All words are Napunsakalingam. Dhaniwad. Bhagini. पञ्चमं वाक्यं पुनः हंसैः शोभन्ते हंसै इस् दे बहुवचन दट्स् वै शोभन्ते न न न न न हंसैः इस् तृतीया एण्ड् इफ् वी आर् थिङ्किङ्ग् अबौट् क्रियापदं देन् वी हेव् टु सी कर्ता and karta must be in prathama vibhakti hausai he is in tritiya vibhakti so we don't want to think about that word because kriyapadam kriyapadasya krute avashyakata asti prathama vibhakte namakartah katuhu avashyakata asti atr kartar rupena saras iti shabdah satr asti पूर्णिमा भगिनी कृपया पुनरेकवारं वदतु कर्मणि वाचा क्रियापदं कर्ममनुसरति इति उक्तवती आम् आम् भवत्याः ध्वनिः सम्यक् नास्ति अहमपि न सम्यक् शृणोमि इति भगिनि न जानामि किम् अभवत् मया अपि बहु कष्टमस्ति श्रोतुं यस् यस् यस् वाय्स् इस् ब्रेकिङ्ग् अन्तर्जाल समस्या भवेत् अस्तु अग्रे गच्छामः वा यस् भगिनि तर्हि अधुना जबिन् भगिनी कृपया अग्रे पठतु पेज् नम्बर् 16 क्वेश्चन् नम्बर् 3 ऐ थिङ्क् शी इस् ओन्ली लिस्निङ्ग् आम् आं भगिनी yes, I can try. Vadatu. Pathasya udharena. आधारेण एतेषां प्रश्नानाम् उत्तराणि लिखत कानि नवाम्भसा पूर्णानि भवन्ति. दिस् क्वेशन् इस् फार् लेसन्. प्लीस् सी पेज् नम्बर् 13. ओके. I don't believe I will have any idea how to answer that. Kani navambhasa purnani bhavanti. Navambhasa purnani bhavanti. If you have a lesson, page number 13. Yes, ma'am. Then see a line under the picture. Okay. There is the answer. Tada mayuraha. केकराचं केकरवं केकारवं कुर्वन्तः मुदा नृत्यन्ति. अग्रे पठतु, अग्रे पठतु. रीड् द नेक्स्ट् वन् मेम्. सरितः सरांसि च नवाम्भसा पूर्णानि भवन्ति. दिस् इस् द आन्सर्. कानि नवाम्भसा पूर्णानि भवन्ति? सरितः सरांसि च नवाम्भसा पूर्णानि भवन्ति. नवाम्भसा पूर्णानि भवन्ति. ओके, धन्यवादः. अधुना प्रयत्नं करोतु कृपया. अनावृष्ट्या काः सम्भवन्ति भगिनी? वन् मोर् टैम्. कानि नवाम्भसा पूर्णानि भवन्ति इस् सरितः सरांसि नवाम्भसा पूर्णानि भवन्ति. आम् आम्, सरितः सरांसि च नवाम्भसा पूर्णानि. नवाम्भसा इत्युक्ते किम्? नवाम्भसा इट् इस् तृतीया विभक्ति. नवाम्भसा नाम वृष्टिः भवति चेत् वयं सर्वे. ओ, नव अम्ब. ओके ओके. नव अम्बु. नव अम्बु. अम्बु नव अम्बसा. इदानीं मम इदानीं प्रथमकक्षा अस्ति भगिनि, तदर्थम् अहं पृष्टवती. अहम् अद्य एव मेल् स्वीकृतवती भगिनि, अहं न जानामि, इदानीमेव आगतवती. अस्तु अस्तु भगिनि. भगिनी, डिड् यु वाण्ट् मी टु आन्सर् द नेक्स्ट् वन्? यस् यस् यस्. अनावृष्ट अनावृष्टया वृष्ट्या वृष्ट्या अनावृष्ट्या काः सम्भवन्ति? हौ विल् ऐ फैण्ड् दि आन्सर् टु दिस् मा? सी नेक्स्ट् पेराग्राफ्. ओके, नेक्स्ट् पेराग्राफ् सेकेण्ड् लैन्. ओके, पुष्पपक्षिणी पशुपक्षिणः पशुपक्षिणः लघवः प्राणिनः च म्रियन्ते. एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति. अधुना एवम् एव एण्ड् अपि, वि डोण्ट् वाण्ट् दिस् टु वर्ड्स्. अनावृष्ट्या आपदः सम्भवन्ति. दिस् इस् अवर् answer. Okay. एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति. That correct, ma'am? Yes, yes. Answer must be अनावृष्ट्या आपदः सम्भवन्ति. अनावृष्ट्या आपदः सम्भवन्ति. उत्तमं प्रयत्नं भगिनि, धन्यवादः. अनसूया भगिनी? आं भगिनि. अग्रे पठतु कृपया. पर्यावरणप्रदूषणेन किं परिवर्तते? पर्यावरणप्रदूषेण Should we tell all the things or only last one? Jagat parivartate. Paryavarana pradushanayana kim parivartate. Pashyatu tatra. Samagra jagat parivartate. Second last or third last line? Jalasampatti jalastu srotamsi pradushitam pradishtani bhavanti. Paryavarana pradushanayana ऋतूनां गतिविगतया परिवर्तते येन समग्रमपि जगत् परिवर्तते आम् आं जगत् परिवर्तते किं परिवर्तते अस्तु द आन्सर् इस् ऋतु ऋतूनां गति विगतयः भगिनी इफ् इफ् वि वाण्ट् टु से बोत् देन् पर्यावरणप्रदूषणेन ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति अपि च समग्रं जगत् परिवर्तते परन्तु अत्र प्रश्नः किमस्ति पर्यावरणप्रदूषणेन किं परिवर्तते किम् तर्हि जगत् परिवर्तते समग्रम् अपि जगत् परिवर्तते एवमेव आवश्यकमस्ति ओके अस्तु अग्रिमः प्रश्नः पठतु कृपया प्रश्नं पठतु कृपया भगिनी हा हा जलस्य अभावेन काः शिष्यन्ति जलस्य अभावेन सरितः शिष्यन्ति उत्तमं भगिनी दिव्या भगिनी अग्रे पठतु धन्यवादः भगिनि अस्तु भगिनि वियति काः प्रकाशन्ते वियति तडितः प्रकाशन्ते उत्तमं भगिनी अग्रे अपि पठतु अतिवृष्ट्या किं सञ्जायते अतिवृष्ट्या आपतः विपत् सञ्जायते विपत् सञ्जायते आम् आम् आम् अतिवृष्ट्या विपत् सञ्जायते उत्तमं भगिनी दिव्या भगिनी अग्रे पठतु भगिनी वियति इत्युक्ते किं वियति इत्युक्ते आकाशः अस्तु आकाशे आकाशे वियति वियत् प्रातिपदिकम् अस्ति सप्तमी विभक्ति वियति वियन् वा किम् उक्तवती भवती प्रातिपदिकं वियन् वियत् वियत् सकारान्त वियत् तर्हि अधुना इन्दु भगिनी अग्रे पठतु पदार्थानां मेलनेन कानि प्रदूषितानि भवन्ति सर्वे म्यूट् कुर्वन्तु हा कृपया म्यूट् मध्ये अनसूया भगिनी कृपया म्यूट् मध्ये तिष्ठतु हा अधुना इन्दु भगिनी वदतु यन्त्रगारेभ्यः निस्सरतां विषमयपदार्थानां मेलनेन जलस्रोतानि प्रदूषितानि भवन्ति उत्तमं भगिनी अग्रे अपि पठतु बीजानां वपनेन का वर्धते बीजानां वपनेन उत्तमं वदतु सस्यसम्पद् सत्यसम्पद् वर्धते I'm looking where it is, you know. First paragraph, last sentence. First paragraph, last sentence. Kramena sasya sampat vardhate. Krushakaha kshetrani krushtva bijani vapanti. Kramena sasya sampat vardhate. Tatra bijanam vapanayana sasya sampat vardhate. Uttamam bhagini. Jin mahodaya krupaya agre pathatu. जलबिन्दः एकनिमिषम् इन्दु भगिनी कृपया म्यूट् मध्ये तिष्ठतु वदतु जिन् महोदय बीजनं वपनेन का जलबिन्दः भूरि जलबिन्दवः भूरि कथं निपतन्ति जलबिन्दः भुवि कथं निपतन्ति I didn't read the text so okay see first paragraph and x line I think यदा वृष्टिः भवति तदा भगवतः आशीषः इव जलबिन्दः भुवि जलबिन्दवः भुवि निपतन्ति उत्तमं भवान् अग्रे अपि पठतु भगिनी Bhagini, how to answer this? Jalabindabaha Ashisha Nipatanti? Ashishaha Iva. Bhagavataha Ashishaha Iva. Jalabindabaha Bhuvi Nipatanti. Jalabindabaha Ashishaha Bhuvi Nipatanti. Bhagavataha Ashishaha Iva. Oh, Bhagavataha Ashishaha Iva. Bhuvi Nipatanti. धन्यवादः अस्तु जिन् महोदय अग्रे पठतु अनवृष्ट्या किम् असत्यं भवति दिस् वन् ऐ फौण्ड् इट् ऐ विल् ट्रै इट्स् एवमेव अनवृष्ट्या अपि अपदः सम्भवन्ति सी नेक्स्ट् लैन् कृषिकर्म असाध्यं भवति कृषिकर्म असाध्यं भवति नाम अनावृष्ट्या कृषिकर्म असाध्यं भवति ओके अनावृष्ट्या कृषिकर्म असाध्यं भवति ओके उत्तमं भवान् लक्ष्मी भगिनी कृपया अग्रे पठतु आं भगिनि यदोदाहरणं रेखालेखनेन उचितं शब्दत्रयं योजयत उदाहरणं तत्र दत्तम् उदाहरणं सरितः बहुवचनं तकारान्त आशिषः उत्तमं भगिनि अन्या लक्ष्मी भगिनी अस्ति तत्र कृपया पठतु भगिनि नमस्ते भगिनि नमस्ते दिशः शकारान्त सरित् सोरि सम्पदः दकारान्तः उत्तमं भगिनि पूर्णिमा भगिनि अग्रे अपि पठतु सरितः न भगिनि वाच् वाक् वाक् वाचो वच वाच् चकारान्त वाक् वाक् वाचो वाच वाच् वाच् एव वाच् एव प्रातिपदिकं खलु प्रातिपदिकं तत्र दत्तमस्ति बहुवचनम् आवश्यकमस्ति अन्तः आवश्यकमस्ति वाक् इति प्रातिपदिकं बहुरूपमस्ति वाक् वाच वाच आपत् आपदौ आपदः आपद् आपदौ आपदः आपत् शब्दः दकारान्त हा उत्तमं भगिनि उत्तमं सन्ध्या भगिनी कृपया अग्रे पठतु आं भगिनि एतौ श्लोकौ उच्चैः पठत दशकूपसमा पूर्णिमा भगिनी कृपया म्यूट् मध्ये तिष्ठतु आमां हा वदतु सन्ध्या भगिनी उच्चैः वदतु आं भगिनि दशकूपसमावापि दशवापि समोहृदः हृदः हृदः दशहृदसमः पुत्रो दशपुत्रसमो द्रुमः अन्ते किमपि दत्तमस्ति अधः तदपि पठतु आं भगिनि एका वापी दशकूपैः समा भवति एकः हृदः दशवापीभिः समः भवति एकः पुत्रः दशहृदैः समः भवति एकः वृक्षः तादृशैः दशपुत्रैः समः भवति नाम तत्र अर्थः अस्ति श्लोकस्य अर्थः अस्ति परन्तु अत्र किमर्थम् एषः श्लोकः एक वापि इत्युक्ते मेघ न न वापि इत्युक्ते वेल् वेल् वेल् हृदः हृदः हृदः हृदः इत्युक्ते किं भगिनि इति सरस् लेक् लेक् लेक् So one lake is like 10 wells. But Kupa means also well and Vapi is also well, but something is different between Kupa and Vapi. I think stairs are there to go down. Vapi will be very big. Stone construction will be there. Big yes, one. Yes, that is Vapi. Kupi. Yeah, Kupa means in the house they will have small ones. Yes. And that's why stairs are there to go down for Kupa. Kupa. Or Vapi. Vapyam. Sopana Habavati. So Kupyam. Vapi is big. एकः पुत्रः दशहृदैः समः भवति इत्युक्ते वन् सन् इस् लैक् 10 लेक्स् किन्तु एकः वृक्षः तादृशैः दशपुत्रैः समः भवति बट् वन् ट्री इस् लैक् 10 सन्स् इट् शोस् देट् दि अमौण्ट् आफ् बेनिफिट् देट् वी गेट् बै वन् ट्री परिसरसंरक्षणं करणीयम् आम् आम् आम् आम् भगिनी जलस्रोतांसि इत्युक्ते वाटर् स्ट्रीम्स् वाटर् स्ट्रीम् सी वर्ड् हृदः वाट् डु यु थिङ्क् अबौट् इट् भगिनी किम् उक्तवती This one is akaranta asti va I think it should be takaranta hrut hrut shabd. It is not rud. It is not just like hruday. It is radha. Okay. Then akaranta pulling shabd. This one is akaranta pulling or this one is sakaranta. Sakaranta hrida hrida si hrida si na. Radha. Radini. Radini iti va? Radhi. Radini. Radini is nadi. Bhagini hrida shabd va? Hrida. Athva hridaha. Which one is correct? What do you think? Hridas, Bhagini. I know this one is lake, but not only lake, this is a deep lake. But also this one is napunsakal, it is pullingam. Pratipadikam is Hridas. Pratipadikam is Hridas. Like Chandrama, but if we are thinking it is, I know this one is masculine, but nama pullingam. Parantu, if it is pullingam, if it is pullingam, then what should be there? Bhagini, manashabda vartha bhagini. Radaha. Radaha. Just like Chandramaha, Chandramasau, Chandramasaha. Bhagini, manashabda vartha bhagini. Manas, manasi, manamsi. Aam, aam. Parantu. This one is, I think, it is pullingam, parantu akaranta shabda vasti. Kimartham tatra hrade gabhire rudi iti shabdaha santi. Putrapi nirukte asti va putrapi amas smarami. It is akaranta, I think. Hrida ityukte pond, khanu? Hrida ityukte lake, deep lake. Lake, big lake. Akaranta asti che, hrida hrida hrida ha va? Ha, hrida hrida hrida ha. Atra, putra putra itne meti putra yo va? Haan. Dasya hridas, maha putra. So, it is radha, ekaha radha, pashatu tatra, ekavapi, visheshana visheshyam, ekavapi asti, parantu ekaha radha asti, ekaha radha, nama it, this one is pullingam and akaranta. Just like ekaha putraha. And see, dasha hradai hi. Iti shabdaha asti tatra. Nama devai hi. So, hradaha is pullingam and akarantaha. Got it? So, atra. But Vaisan has been compared with the Vapi, Hruda and Vrikshaha. Huh? Why Sun has come in between all other all nature? Anasuya Bhagini, Kurpaya Punarekavaram Vadatu? In this Atra, Vapi, Kupi, Hruda, Sarvay, nature asti, hello. Aam. Putra manava asti. आम् तर्हि अत्र किमर्थं पुत्रः अस्ति इति प्रश्नः अस्ति वा? इक्वल् टु 10 लेक्स्, वाट् लेक् हस् टु बी विथ मी? आम् आम् आम्. May I suggest that because we nurture a son and then mm-hmm. he gives you back, like that we correct. Nurture the tree correct. And then it gives you back. Correct, Zabin Bhagini. Correct. Dhanyavada. Uttam Bhagini. Praptabhva. Yes, Bhagini. अग्रे गच्छामः वा? आं भवान् भगिनी. हा तर्हि का पठति अधुना? नेक्स्ट् वन् काले सञ्जीव महोदय कृपया पठतु. काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः उचिते काले वृष्टिः भवतु भूमिः सस्यशालिनी भवतु देशे कोऽपि क्षोभ मा भवतु सज्जनाः निर्भयाः भवन्तु. अर्थः स्पष्टः अस्ति तत्र. उचिते काले कोऽपि भवितुम् अर्हति तर्हि उत्तमं भवति. तर्हि उचिते काले वृष्टिः आगच्छति चेत् उत्तमम्. तर्हि एव भूमिः सस्यशालिनी भवति. कोऽपि धान्यम् अस्ति तत्र तर्हि मनुष्याः सन्तुष्टाः भवन्ति. तर्हि देशे कोऽपि क्षोभः नास्ति. एण्ड् तत्र कोऽपि क्षोभः नास्ति चेत् सज्जनाः अपि निर्भयाः भवन्ति. परन्तु अत्र पश्यतु काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी. कः शब्दः अत्र व्यञ्जनान्तः अस्ति? इस् इट् बने वनं वनानि? न न न व्यञ्जना व्यञ्जनान्तः कः शब्दः? शालीन् भगिनी शालीन्? आम् आम् आम् शालीन् सस्यशालीन् इट् इस् इन्नन्त वर्ड् एण्ड् इफ् वी वाण्ट् टु मेक् इट् स्त्रीलिङ्गं देन् वी हेव् टु एड् दीर्घ इकार टु इट् एण्ड् देन् द वर्ड् विल् गेट् सस्यशालिनी. And declensions are same as nadi. So sasya shalini is the adjective for prithivi. Got it? Yes, Bhagini. Bhagini, adjective is always at the end. No. No, it is not the rule, but the rule is vibhakti vachanam and lingam samanam eva avashyakam. Got it? Yes, so it's Prithvi is a strilinga with a noun word, and yes. Its adjective is सेम् एस् त्रिलिङ्ग प्रथम एकवचनं सो विभक्तिवचनम् एण्ड् लिङ्गं मस्ट् बि सेम् जनरलि पश्यतु सुन्दरी शाटिका शाटिका इस् अकारान्त स्त्रीलिङ्गम् एण्ड् फार् देट् वर्ड् सुन्दरी इस् एब्जेक्टिव् बट् दिस् इस् सेम् एस् शाटिका बिकास् इट् इस् स्त्रीलिङ्गम् बिकास् इट् इस् प्रथमा विभक्ति एण्ड् बिकास् इट् इस् एकवचनम् just as shatika just like mala but shatika is akarant word and sundari adjective is ikarant word dirghikara we can write we can say such a word but vibhakti vachanam and lingam they must be same so prithvi सस्यशालिनी यु केन् आल्सो से सस्यशालिनी बहु डिस्टर्बेन्स् अनसूया भगिनी उत्तमं भगिनी तर्हि जिन् महोदय इट् इस् भगिनि यस् इट्स् क्लियर् जस्ट् द एक्साम्पल् यु गेव् वर् इस् इट् नो नो it is not there in the book okay then I get it dhanyavaad astu astu bhagini sasya shalini you said pratipadikam would be sasya shalin yes pratipadikam must be sasya shalin and if we want just like manin and if we want a strilingam then we have to add dirgha ikar to it manini and then we get all forms just like nadi nadi nadyau nadyah just like that manini maninyau maninyah sasya shalini sasya shalinyau sasya shalinyah same as nadi so what would be the gender of sasya shalin it is not it is we can't say the gender of the word okay this is the pratipadikam and we can use it as an adjective for masculine word also okay just like shashi shashinau shashinaka so sasya shali sasya shalinau sasya shalinaha but when it is sasya shalini then it must be strilinga धन्यवादः तदा सस्य शालिन्यौ सस्य शालिन्यः भवति वा आम् आम् आम् जस्ट् लैक् नदी शीला भगिनी कृपया अग्रे पठतु भगिनी ऐ हेव् अ क्वश्चन् आम् प्रीवियस् सुभाषित द्रुम इस् द्रुमः इस् वट् इस् देट् भगिनी द्रुमः द्रुमः इस् वृक्षः वृक्ष पश्यतु तत्र अन्तिमे वाक्ये अस्ति या देट् बट् ऐ डिण्ट् नो वेर् द वृक्ष केम् फ्रम् विच् वर्ड् आम् आम् आम् अस्तु अस्तु अग्रे पठतु सुप्तिः हितं मनोहारी च दुर्लभं वचः केन् एनिबडि टेल् मी अबौट् दिस् सुप्ति डु यु नो इट् वेर् it is which it is from which book I don't know bhagini can anybody try putra api amrutoti parantu visvachoti bhagina ham dushat kam manavar mukunandra ha it is very famous Can anybody try for it? I can try. Yes, vadato bhagini. Is it from the Upanishads? But I can't sort of place it. It is from one of the Upanishads. I don't think I think it is so. Not from Upanishad. It is from Rigveda. No. Is it from Hitopadesh? No. It is from Mahakavyam. Which Mahakavya? Ramayana. No, Bhagini. पञ्चमहाकाव्यानि सन्ति. प्रथमं तु अभिनवशाकुन्तला वा? न, दिस् इस् नाटकम्. अभिज्ञानशाकुन्तलम् इस् नाटकं, परन्तु कालिदासस्य महाकाव्ये अस्ति. भगिनी भगिनि न इट् इस् भारवेः महाकाव्यम् अस्ति. भारवेः महाकाव्यं प्रथमं महाकाव्यं तु अस्ति. नलदमयन्ती नैषधीयचरितं, परन्तु तत्र तु श्रीहर्षस्य अस्ति. श्रीहर्षस्य पञ्चमं महाकाव्यं नैषधीयचरितम्. दिस् वन् इस् तृतीयं, भारवेः अस्ति. द्वितीय कः अस्ति भगिनि? सेम् श्लोक् इस् यूस्ड् इन् महाभारत आल्सो. हितं मनोहारी च दुर्लभं वचः. इट् इस् इन् महाभारत, सो वेदव्यास इस् आल्सो देयर्, बट् दिस् वन् इस् यूस्ड् इन् भारवेः महाकाव्ये, एण्ड् देयर् इस् गेट् फेमस्. इट् इस् किरातार्जुनीयम्. प्रथमं तावत्तु कुमारसम्भवं कालिदासस्य महाकाव्यम् अस्ति. द्वितीयं तु रघुवंशम्, एतदपि कालिदासस्य एव महाकाव्यं. तृतीयं महाकाव्यम् अस्ति किरातार्जुनीयं महाकाव्यं. दिस् वन् इस् आफ् कवि भारवी. चतुर्थः अस्ति कवि माघस्य, विस्मरामि अहं. पञ्चमः अस्ति नैषधीयचरितम्. सारि, वाट् इस् द लास्ट् वन् भगिनी? नैषधीयचरितं श्रीहर्षस्य. श्रीहर्षस्य नैषधीयचरितम् श्रीहर्षः. भगिनी, केन् यू टेल् द फस्ट् टु कुमारसम्भवम् एण्ड् रघुवंशं. बोथ् आर् रिटन् बै कालिदास. थर्ड् वन् इस् किरातार्जुनीयम् and writer is Bharavi B. Raswa, and fifth one is Naishadhiya Charitam of Shri Harsha. Fourth one is Magha writer, but I don't remember the name at this moment. So these are the Pancha Mahakavya. Pancha Mahakavya, yes. फेमस् पञ्चमहाकाव्य. थेंक यू. वेन् एवर् ऐ रिमेम्बर् ऐ विल् सेण्ड् ऐ विल् टेल् यू देट् वन्. just now I don't remember. Shishupalavada. Shishupalavadam. Right, correct. Shishupalavadam of Magha. Shishupalavadam, right. There is a slope there, isn't it, for... This slope. Hitam Manohari cha Durlabham Vachaha. This is from Kiratarjuniyam. And I think this one is used in Mahabharata also, and that's why Bharavi used it. And what is the meaning of this? Hitam Manohari cha Durlabham Vachaha. Vachaha means? Hitam api bhavati, Manohari api bhavati, Durlabham api bhavati. Parantu, Hitam Manohari cha dve api ekasya vakye durlabha. Bhavati, parantu durlabha. यः अस्माकं कृते हितं वदति यः अस्माकं कृते हितं वदति गुणः अस्ति तत् आम् आम् यः अस्माकं कृते हितं वदति यः अस्माकं कृते हितकारी परन्तु मनोहारी अपि वदति अस्माकम् आनन्दं ददाति तस्य वचनं हितम् अपि मनोहारी अपि This is Durlabha. What is good for us, if anybody is saying, no, you are doing wrong, then if we want to do so, we don't like that word. So, Manohari api asti and Hitam api asti. Vachanam durlabham asti. Krupaya mute madhya tishtatu, sarve. Indu bhagini? Bhagini, I lost my mouse. I'm sorry. I can't find it. Dhanyavad bhagini. I'll do it. Bhagini? Ha, vadatu. What is the subject of Panchamahakavyam? What is about? I want 1.5 hours for it. More. But I know. But if I want to tell you in one sentence, Kumara Sambhavam is for Shiva Parvatehe putraha, prathamaha putraha Kartikeya. Tasya janma katham bhavati anantaram saha kim karoti iti varnanam asti Kumara Sambhave. Raghu vaunshe Ramasya vaunshaha tatra ashta vyumshatihi rajnyam वर्णनम् अस्ति अष्टाविंशतिः राज्ञां वर्णनम् अस्ति रामस्य वंशस्य अनन्तरं किरातार्जुनीये तु अर्जुनस्य वर्णनम् अस्ति अर्जुनस्य शिवस्य वर्णन तत्र किरातार्जुनीय किरातवेषे शङ्करः आगच्छति अनन्तरम् अर्जुनस्य परीक्षां करोति अनन्तरं तस्य कृते शस्त्रं ददाति एतदपि वर्णनम् अस्ति पाशुपतास्त्रं ददाति पाशुपतास्त्रं परन्तु तत्र एकमस्ति सर्वे अधुना वनवासे सन्ति पाण्डवाः तथा च द्रौपदी वनवासे अस्ति वनवासस्य कालः अस्ति तत्र अर्जुनः अत्र तत्र भ्रमति शङ्करः परीक्षते अनन्तरं तस्मै अस्त्रं ददाति इति वर्णनमस्ति शिशुपालवधे तु कृष्णस्य वर्णनम् अस्ति, शिशुपालस्य वधं तत्र अस्ति. नैषधीयचरित्रे नलदमयन्तेः प्रेमकथायाः वर्णनम् अस्ति. प्राप्तं वा जीत् महोदय? आं भगिनी. हौ डु यु रिमेम्बर् आल् आफ् दिस्? इट्स् आन् गूगल् महोदय. रिपीटेड् Google teacher is always there for you. Yes, but you read all the story and you remember. Yes. And I just read that Pancha Mahakavyam is in poetry. So Yes. So the form is different from other scriptures? It is in Kavya, and many cantos are there. Minimum 8 cantos must be there. This is the rule for Mahakavya. And all are describe their specialty. What is cantos, Vagini? Cantos is a sloka? No. Cantos is a vibhagaha. Vibhaga. Adhyaya. Just like does that mean syllable, ma'am? Syllable? Not syllable. Adhyaya. Do you know adhyaya? Gitayaha, ashtadasha adhyayaha santi. Chapter. Then chapter? Chapter. Chapter. Yes, chapter. Chapter, yes. And Jin Mahoday, for your information, I haven't read it all in deep. Whatever I have to read for my exam, I read it, frankly speaking. Yes, but it's so huge, it's really difficult to read everything. And, no, it is not difficult to read everything. If you are saying it is difficult to read Kadambari of Banabhatta, then I can say, yes, it is difficult, but by practice, you can also read that Kadambari, and you can also get the meaning of those words. Actually, it is difficult. I can't say it is difficult, but by practice we can read and we can get the meaning also ourselves. Some practice must be there. So, a canto is a division of a long poem. That's the meaning. There are 8 adhyaya. I think adhyaya would be correct word for in Sanskrit. Yes. Just as Gita adhyaya, Ashtadasha Gita adhyaya. 18 parts are there. Just like that, 8 must be there in Mahakavya. So Kumara Sambhavam is actually of 8 cantos, 8 chapters. It is from, mainly it is saying it is from Kalidasa, who wrote 8 cantos. Other part is addition. They are thinking so. But very nice, Kumara Sambhavam and Raghuvamsham. And Kiratarjuniyam is also good to read. All 5. Abhijata Sanskruta Sahityasya Prathamam Bhagam Asti Mahakavyani. Then dramas, and then Kavya Shastra, and then many more. Katha Sangraha. It comes under the Abhijata Sanskrita Sahitya. So, shall we stop here? bhagini ha bhagini purvatana kakshayaha recording asti va purvatana kakshayaha recording recording yes I have not yet uploaded there but because my bhagini have you created a whatsapp group yes yes yes bhagini आं मम सङ्ख्यां ददामि वाट्सप् गणे योजयतु भगिनि आम् आम् योजयति वा मेसेज् मेसेज् मध्ये टैप् करोमि वा इदानीम् इदानीम् इदानीं दातुं शक्यते चाट् मध्ये करोमि भगिनि चाट् मध्ये मा प्रेषयतु कृपया एकं कार्यं करोतु मम भवत्याः भवती भवत्याः सङ्ख्यां चाट् मध्ये स्थापयतु वयं भवतीं वाट्सप् मध्ये प्रेषयिष्यामः इदानीं स्थापयतु भवत्याः तिष्ठतु नो चेत् वदतु केन् यु रैट् मै फोन् नम्बर् लिखतु 9819 133 755 I repeat 9819 133 755 yes yes 9819 once again शृण्वन्तु सर्वे 9819 133 755 भवत्याः नाम किम् अञ्जलि भगिनी अञ्जलि गणपुले जि ए एन् पि यु एल् इ बहु सम्यक् पाठयति भगिनि धन्यवादः भवती महाराष्ट्रतः अस्ति वा आम् आम् कुत्र पुना न न अहं ठाणा डिस्ट्रिक्ट् डोम्बिवलि मध्ये ओ डोम्बिवलि एकनिमिषं भगिनी अहं ध्वनिमुद्रणं